नमस्कारः. अद्य रुदादिगणः इति पाठः अनुवर्तते. गते सप्ताहे अस्माभिः यद् दृष्टं चकारान्तदातवः इति दृष्टं, तर्हि तत्र अन्तिमधातुः अस्ति पृचि इति धातुः. तर्हि तस्य कार्याणि अधुना परिशीलयामः. किन्तु तस्मात् पूर्वं रामप्रियभगिनी संक्षेपरूपेण वदति किं कार्याणि रुदादिगणस्य कार्याणि इति. अस्तु भगिनि. किं किं द्रष्टव्यम् इति. अस्तु. कर्त्रार्थे सार्वधातुकप्रत्यये परे कर्तरि शप् इत्यनेन शप् तु विहितः भवति, परन्तु रुदादिगणे तत् प्रबाद्य रुदादिभ्यः श्नम् इत्यनेन श्नम् इति विकर्णप्रत्ययः विहितः भवति. तत्र श्नम् इति विकर्णप्रत्यये षकारस्य लशक्वतदिते नक मकारस्य हलन्त्यमिति सूत्रेण इत्संज्ञा भूत्वा न एव अवशिष्यते. तद् धातोः मध्ये आगच्छति मिदचोन्त्यात् परः इति परिभाषासूत्रेण अन्त्य अचः परः अन्त्यात् अचः परः आगच्छति. अनन्तरं वयं दृष्टवन्तः तत्र वयम् अस्माकं परिचितसोपानत्रयमस्ति विकर्णप्रत्ययः धातोः मेलनम् इति. विकर्णप्रत्ययनिमित्तिकाङ्गकार्यं तदा धातुः विकर्णप्रत्ययोः मेलनम् इति अन्य सर्वेषु गणेषु वयं दृष्टवन्तः, परन्तु रुदादिगणे तत्र विपरीतरूपेण भवति क्रमः. प्रथमं धातुविकर्णप्रत्ययोः मेलनम्, अनन्तरमेव विकर्णप्रत्ययनिमित्तिक अङ्गकार्यं. विकर्णप्रत्ययनिमित्तिक अङ्गकार्यं किम् इत्युक्ते श्नानलोपः. तत्र श्नं प्रत्यय उत्तरस्य नकारस्य लोपः भवति, अतः श्नम् इति विकर्णप्रत्ययस्य अनन्तरमेव एतत् कार्यं भवति इति कृत्वा प्रथमं विकर्णप्रत्ययस्य योजनम् अनन्तरमेव अङ्गकार्यं, तद् निमित्तीकृत्य अङ्गकार्यम्. अनन्तरं वयं दृष्टवन्तः श्नान्नलोपः इति, तत् तिङ्प्रत्ययनिमित्तिक अङ्गकार्यं. तत्र क्षम्यतां श्नसोरल्लोपः इति. तत्र श्नं प्रत्ययस्य अपि अस् धातोः अकारस्य लोपः भवति. कित् ञित् सार्वधातुकप्रत्यये परे एव एतत् सूत्रस्य प्रसक्तिः अस्ति इति दृष्टवन्तः. अतः हलादि अपित्वा अजादि अपित्वा एतत् सूत्रस्य प्रसक्तिः अस्ति. तत्र अकारस्य लोपः भवति इति. अन्य किम् अस्ति भगिनि? असिद्धवत् तदपि वदतु भगिनि. श्नसोरल्लोपः अनिदितामहलोपदायान् इति तस्मिन् विषये. अस्तु. तत्र यदा वयम् उदाहरणरूपेण रुन्द् इति धातुः स्वीकुर्मः चेत् रुन्द् योगः तः इति, तः तु अपित् प्रत्ययः अस्ति. तत्र अनिदितां हल उपदायाम् इति सूत्रस्य अपि प्रसक्तिः अस्ति. श्नसोरल्लोपः इति सूत्रस्य अपि प्रसक्तिः अस्ति. किमर्थम् इत्युक्ते ङिति कित् ङित् प्रत्यये परे इति कारणात्, अनन्तरम् अनिदित् धातुः अस्ति, अतः उपदायां स्थितस्य नकारस्य लोपः भवति स्म, परन्तु न भवति. किमर्थम् इति तत्र वयं दृष्टवन्तः. अनिदितां हल उपदायाम् इति सूत्रं षष्टमध्यायस्य चतुर्थपादस्य चतुर्विंशतिसूत्रम्, अनन्तरं शसोरल्लोपः अपि षष्टमध्यायस्य चतुर्थपादस्य एकदश अधिक एकशतं सूत्रमस्ति. द्वयोः अपि आभीयकार्यम् इति दृष्टवन्तः. तत्र आभीयकार्यम् इत्युक्ते आश्रयः समानः. द्वयोः सूत्रयोः आश्रयः तु कित् ङित् प्रत्ययः परे अस्ति चेत् इति. तत्र अस्माकम् आभीयकार्ये प्रथमसूत्रं द्वितीयसूत्रस्य प्रति असिद्धं, विपरीतक्रमेण उक्तवती किल भगिनि. द्वितीयसूत्रं प्रथमसूत्रस्य प्रति सम्यक् एव द्वितीयसूत्रम् असिद्धं भवति. कार्यमसिद्धं भवति, कार्यम् असिद्धं भवति. अतः श्नसोरलोपः इत्यस्य कार्यं यदा प्रथमं भवति, अनन्तरं यदा अनिदित्तां हल उपदायाम् इति सूत्रम् आगच्छति, तत् तद् न कार्यं न पश्यति, असिद्धं भवति. द्वितीयं समानाश्रितम् अभियकार्यं प्रति असिद्धं, प्रथमकार्यम् असिद्धम्. अस्तु, तदसिद्धम्. अतः श्नसोरलोपः एव कार्यं करोति अत्र. अनिदितां हल उपदायाम् इति असिद्धं भवति. तद् अकारं न पश्यति, क्षम्यताम्, अनिदितां हल उपदाय निधि इत्यस्य दृष्ट्या अधुनापि नकारोत्तरवर्ति अकारः अस्ति इति कृत्वा कार्यं न सम्भवति, प्रसक्तिः एव न भवति. सत्यं खलु, अत्र तु श्नसोर्लोपः इत्यनेन एव नकारोत्तरवर्ति अकारः लोपः भूत्वा एव उपदा नकारः आयाति. नो चेत् यदि श्नसोर्लोपः इत्यस्य कार्यम् अनिदितां हलुपदायान् इति न पश्यति चेत् तत्र अकारम् एव उपदा पश्यति इति कृत्वा कार्यस्य प्रसक्तिः न भवति. धन्यवादः भगिनि, बहु धन्यवादः. शीघ्रम् अग्रे सरलभगिनी वक्तुम् इच्छति, किं ह्यस्तनवर्गे महोदय मङ्गलवासरवर्गे किमर्थं नकारः तत्र इति तस्मिन् विषये किञ्चित् चर्चां कृतवान्. तर्हि यदि श्नाल्नलोपः इत्यनेन नकारस्य लोपः भवति चेत् किमर्थं पाणिनिना उपदेश अवस्थायां किमर्थं तत्र नकारः स्थापितवान् इति? नकारः स्थापितवान् यदा सार्वधातुके अस्ति तत्र तस्य उत्थानपत्य सार्वधातुके यदा सार्वधातुकप्रक्रिया अस्ति तदा आगच्छति विकरणपत्य. किन्तु विकरणपत्य आर्धधातुकप्रक्रियात् तस्मिन् न आगच्छति. यदि विकरणपत्य नास्ति तत् आर्धधातुकपत्य प्रक्रिया यदा भवति तत्र श्नालोप इति निष्ठं पदं वयं न प्राप्नुमः. यथा भङ् अस्ति श्नालोप न भवति, भङ्गयोग सारद आर्धधातुकपत्य यदि आगच्छति, यथा ल्युट् अस्ति अन् आगच्छति तत्र भञ्जन् इति भवति. भञ्जनम् इति अस्माकम् इष्टं प्रत्यय भवति भजनम् इति. अतः तस्य मूल्यमस्ति भञ्जनम् इति. तत्र तु नकारस्य लोपः न भवति, केवलं श्नम् इति आगमः अपि न अस्ति, श्नम् आगमः अपि न भवति यत्र आर्धधातुकप्रत्ययेषु. केवलं भञ्ज् इति धातोः, उदाहरणार्थं भञ्ज् इति धातोः श्नम् इति भणञ्ज् इति न भवति एव. तर्हि केवलं भञ्ज् इति एव तिष्ठति. भञ्ज् योगः अन भञ्जन इति, अनन्तरम् अञ्ज् योगः अन अञ्जन इति, तादृशं रूपम्. श्नम् इति सार्वधातुककर्तृत्वे एव आगमः, तस्य मूल्यमस्ति नकारस्य. विकरणप्रत्ययः एव न आयाति खलु, श्नम् इति विकरणप्रत्ययस्य आगमः न भवति तत्र आर्धधातुकप्रक्रियायां. धन्यवादः भगिनि. नमस्ते मणिमहोदय. नमस्ते महोदय. एतावत् पर्यन्तं केवलं वयं पुनरालोकनरूपेण दृष्टवन्तः गतसप्ताहस्य पाठः. अधुना अग्रे सरेम, भवान् एव पठति पृच्छति. यदि अपि अस्ति तत्र सूत्रस्य समूहकार्यं करोति. यदि अपि तस्य स्नातरलोप न स्थापकं यदि परसवर्ण लि अस्ति तत्र चोको अपि आगच्छति. सरलं भवति यदि मनसि इति. अपिति प्रत्यये परे चेत् सूत्रसमूहः वर्तते, श्नसारुल्लोपः नश्चापदन्तस्य यदि अनुस्वरस्य ये परसवर्णः. पितिपरे चेत् पितिपरे सोहोकुः अनन्तरं रषाभ्यां नोलः इत्यस्य अपि प्रसक्तिः वर्तते सद्य भगिनि. धन्यवादः. अस्तु तत्र अस्तु मणिमहोदय वदति किं पृच् धातोः रूपाणि पृचि इति धातुः परस्मैपदि सम्पर्के संयोजयति इति तत्र तु विषयः किमपि नास्ति. तर्हि गतसप्ताहे यद् दृष्टवन्तः तदेव पुनः रूपाणि रूपसाधनं कुर्मः. अस्तु महोदय. पृच् धातुः प्रत्ययः लट् तिङ् प्रत्ययः अनन्तरं ऋगादिभ्यः स्नामति सूत्रेण नकारः आगच्छति ऋकारस्य अनन्तरं पुर्णच् इति रूपं भवति. पित्तस्य अतः स्नोरलप्पन कार्यं करोति अतः पुर्णच् एव. अत्र चोहोकुः कार्यं कृत्वा पृणक् इति रूपं भवति. पृणक् इति पृणक्ति इति अनन्तरं तः अत्र नसोर अपि तदः नसोरलोपकार्यं धन्यवादः भगिनी. अत्र नकारः नत्वमपि भवति अतः कृणक्ति इति रूपम् अनन्तरं तः अपि तदः श्रसोरलोपकार्यं कृत्वा अकारः लोपो भवति पृञ्च् इति. अनन्तरं जलां न क्षमितं चोहोकुः नशां पदस्य जलि अनुसरे सै प्रसन इति रूपाणि भवन्ति. अन्यरूपं पृङ्क् पृङ्क्तः इति अन्ति. अत्र किमर्थं नत्वं न भवति अपितिपरे? अपितिपरे नकारः अकारः लोपो भवति अतः नशां नकारः अस्ति. अनन्तरं नशां पदस्य सज्जुलि सूत्रं पूर्वसूत्रम् अल्पं न रसां रसाभ्यनोनसूत्रस्य पूर्वं नशां पदस्य सज्जुलि कार्यं करोति. अत्र अनुसारः एव भवति अतः नत्वं न भवति अत्र. धन्यवादः महोदय. धन्यवादः महोदय. अन्ति सरलपणि वक्तुं इच्छति पूर्वतः सिद्धम् इति. धन्यवादः अन्ति पूर्णच् योः अन्ति श्नोरलोपकार्यं करोति. अनन्तरं नशाम्पदसञ्चलि अनुसरे सहिस्मरण इति सूत्रमणि कार्यं कृत्वा प्रिञ्च् चकारस्य पञ्चमवर्ण ञकारः इति प्रिञ्चन्ति इति रूपं. मध्यं पुरुषी पित्वमस्ति अतः नकारः नत्वम् अति अपि भवति अत्र चोहोकु कार्यं कृत्वा पृणक् सि इति. अत्र आदेशे प्रत्ययः अपि आम् आम् आदेशे प्रत्ययः कार्यं करोति. चोहोकुः आदेशे प्रत्ययः क्षि इति रूपं भवति तः अपित् अत्र सरोलप् चोहोकुः अनुसरे सै पर्सन नशाम्पदस्य जलि अनुसरे सै पर्सन इति रूपाणि भवन्त्वा अन्तिमरूपं पूर्णङ्क्तः इति तदेव पूर्णक्त पूर्णङ्क्त मी पित्वमस्ति अत्र जलि नास्ति पूर्ण पूर्ण अत्रापि नत्वं भवति महोदय पूर्ण पृणच्मि मी पित्तस्ति इति कृत्वा निश्चयेन तत्र तु श्नसोरलोपः इत्युक्ते कार्यं नास्ति इति कृत्वा निश्चयेन नत्वं भवति. धन्यवादः महोदय. अनन्तरं वहमः अपि अपि जलि नास्ति अतः न सम्पदस्य जलि अनुसरेश्वरः पृणञ् अकारः लोपं भवति अत्र सूत्रसमूहस्य कार्यं खलु कृत्वा सूत्रसमूहस्य कार्यम् आं महोदय धन्यवादः त्रिञ्चः त्रिञ्चमः इति रूपाणि भवन्ति महोदय धन्यवादः महोदय लक्ष्मी भगिनी लोट् वक्तुम् इच्छति किं भगिनि आं भगिनि प्रयत्नं करोमि अत्र लोट् लकाररूपाणि अत्र एकवचनप्रत्ययः तु अस्ति अत्र तु इत्युक्ते अत्र पित् अस्ति अपि च तकारः झल् वर्णः अतः अत्र धातुः पृच् धातुः श्नम् विकरणप्रत्ययस्य योजनेन प्रोनच् इति अङ्गमागच्छति प्रोनच् योगः तु तत्र पित् झलि इति पश्यामश्चेत् तत्र चोहकुः इत्यस्य कार्यं भवति इति उक्तमस्ति अतः चोहकुः इत्यनेन अत्र चकारस्य स्थाने ककारः अतः प्रुनक् योगः तु अत्र अप्रु इति इत्यस्मिन् तत्र कृष्णरुकारः अस्ति इति कारणतः तत्र नत्वस्य निमित्तमस्ति तस्मिन् पदे अतः दन्तनकारस्य स्थाने मूर्धन्यणकारादेशः भवति दशाभ्यां नोणः समानपदे अस्ति इति कृत्वा तथा भवति चेत् प्रुणक् योगः तु प्रुणक्तु एकवचनरूपं द्वितीयप्रत्ययः द्वितीयं रूपमपि तत्र भवति विकल्पेन तात् इति प्रत्ययः अस्ति इति कृत्वा अत्र तात् इति अपित् प्रत्ययः अपि च झल् वर्णः तकारः अतः अत्र अपित् झलि अपित् झलि इत्युक्ते अत्र सूत्रसमूहः अपि च चोहुकुः इति उक्तमस्ति अतः सूत्रसमूहः इत्युक्ते श्नशोरलोपः इत्यनेन अत्र अकारस्य लोपः भूत्वा प्रुनच् इति अङ्गात् तत्र प्रुञ्च् इति रूपम् आगतं प्रुञ्च् योगः तत् तदा अस्ति चेत् अनन्तरं प्रुञ्च् योगः तात् तत्र चोहकुः इति सूत्रम् अत्र चकारस्य स्थाने अत्र तकारः परवर्णः झल्वर्णः अस्ति इति कृत्वा चकारस्य स्थाने ककारः अस्ति अतः प्रुङ्क् योगः तात् अनन्तरम् अत्र सूत्रसमूहः इत्युक्ते सूत्रत्रयं श्नशोरलोपः नश्चात् पदान्तस्य झलि अनुस्वारस्य ययि परसवर्णः अत्र प्रुङ्क् योगः तात् तत्र नश्चापदान्तस्य झलि अनुस्वारस्य ययि परसवर्णः इत्याभ्यां सूत्राभ्यां तत्र कवर्गीय अन्तिमवर्णः आदेशः भवति अथवा प्रुङ्क् योगः तात् प्रुङ्क् तात् इति रूपम् आगतम् अत्र णत्वं न भवति किमर्थं चेत् अत्र यत् दन्तणकारस्य स्थाने पूर्वमेव अनुस्वारः आगतः इत्युक्ते तत्र णत्वं न भवति द्वितीयं रूपम् अपि च अत्र द्विवचनम् अस्ति द्विवचनप्रत्ययः ताम् अस्ति इत्युक्ते पङ्क्तात् अपि च अन्ते अस्ति इति कारणतः अत्र पङ्क्ताद् इति रूपमपि भवति वा प्रथमं जलां दृश्यन्ते इत्यनेन पङ्क्ताद् इति अनन्तरं वावसाने इत्यनेन पङ्क्तात् पुनः पङ्क्तात् इति त्रिरूपद्वयं पङ्क्तात् पङ्क्तात् ओ इत्युक्ते प्रथमतया जलां दृश्यन्ते इत्यनेन पङ्क्तात् वावसाने इत्यनेन पङ्क्तात् अस्तु धन्यवादः द्विवचनप्रत्ययः ताम् अस्ति तात् योजयामश्चेत् तत्र पृङ्क्तात् अथवा पृङ्क्तात् इति भवति अभवत् तत्र अत्र केवलं तां योजनेन प्रुनच् आरभ्य सर्वं समानमेव अत्र ताम् इति योजनेन पृङ्क्ताम् इति रूपं सिद्ध्यते अपि च अत्र मध्यमपुरुषप्रवच प्रत्ययः हि प्रत्ययः इति दत्तम् पृनच् योगः अन्तु अन्तु अपि तु अजलि अथवा अजादिः इति वदामः. अत्र अपि तु अजलि अपि तु अजलि इत्युक्ते अत्र केवलं सूत्रसमूहः इत्युक्ते सूत्रत्रयमेव. प्रथमतया स्वरलोपः तेन अकारलोपः भूत्वा प्रुञ्च् भवति. अनन्तरं नश्चापदान्तस्य झलि इत्यनेन नकारस्य स्थाने अनुस्वारः, अनन्तरम् अनुस्वारस्य स्थाने अनुस्वारस्य यगि परसवर्णः इत्यनेन चवर्गीय ञकारः आगतः. अतः प्रुञ्चियोगः अन्तु न श्रूयते प्रुञ्चन्तु भगिनि. श्रूयते भगिनि, भगिन्याः एव दूरवाण्यां दूरवाण्याः किमपि मध्ये न भगिनि भगिनी कार्याने खलु ततः एव न श्रूयते. कार्याने नास्मि, स्टोर् ग्रोसरी स्टोर्. आमां ततः एव न श्रूयते. भगिनी अत्र मध्यमपुरुषे हि प्रत्ययस्य योजनेन तत्र हूछल्भ्यो हेर्थि इति सूत्रम् उक्तमस्ति. अत्र एतत् सूत्रं यत्र यत्र हि अस्ति तत्र सर्वदा हकारस्य स्थाने भवति वा? हकारः सत्यं भगिनि, दोग्धि इति सर्वं दोग्योगः दि दोग्धि इति तत्र सर्वत्र यत्र यत्र जल्भ्यः हकारः अस्ति चेत् प्रथमं पूर्वतनवर्णः जल् जलि भवेत्, नो चेत् हूधातुः हूधातुः नो चेत् जल् वर्णः अस्ति चेत् हकारस्य दकारादेशः भवति. हि इत्यस्य धी इति धी इति आदेशः. आं भगिनि अस्तु, हेर्धि इति तत्र सप्तम्यन्तं रूपं हि इत्यस्य सप्तम्यन्तं हे इति हे धी इति हि परे अस्ति एव तादृशं कार्यं. हकारे परे इति नास्ति, हि प्रत्यये परे साक्षात् हि प्रत्यये परे इति. ओ साक्षात् हि प्रत्यये परे. धन्यवादः. अत्र एतत् करोमि वा? हा आं भगिनि करोतु, पुनः अत्र प्रोनच् इति अत्र प्रोनच् इति अङ्गमस्ति. अत्र प्रोनच् योगः धि हि योजयामश्चेत् तत्र ह्यू हूजल्भ्यो हेर्थि इति हेर्थिः इति सूत्रेण हकारस्य स्थाने धकारः, अतः प्रुणच् योगः धि भवति. अत्र प्रत्ययः अपित् अस्ति, अपि च झल् प्रत्ययः अपित् अस्ति, हकारः झल् वर्णः, अतः सूत्रसमूहः अपि च चोहुकुः इति दत्तमस्ति. प्रथमतया चोहुकुः श्नशुरलोपं लोपः इत्यनेन तत्र प्रोनक् क्षम्यतां प्रोनच् प्रुञ्च् भवति. अनन्तरं चोहकुः इत्यनेन चकारस्य स्थाने ककारः, अतः प्रोनक् प्रुङ्क् इति भवति. प्रुङ्क् योगः प्रथमभुजल्भ्युर्हेदि इत्यनेन प्रथमं दकार हि इत्यस्य दकारादेशः तत्तु प्रथमं भवति. सूत्रसङ्ख्या पश्यामः चेत् षष्ठमध्यायस्य चतुर्थपादे षष्ठमध्याये एकदशम् एकशतम् आम् 64101 इति सूत्रं, तर्हि तदेव प्रथमं भवति. ओ इत्युक्ते अत्र हूजल्भ्यो हेर्ति प्रथमं भवति वा? प्रथमं श्नसोरलोप श्नसोर प्रथमं तु परसूत्रं प्रथमं श्नसोरलोपः, अनन्तरं हूजल्भ्युर्हेति इति. ओ ओ अस्तु, धन्यवादः. तथा भवति चेत् तत्र श्नशोरलोपः इत्यनेन अत्र प्रुञ्च् इति भवति, प्रुञ्च् योगः धि प्रुञ्च् योगः हि, अनन्तरं तत् हूजल्भ्योहर्तिः सूत्रं तेन धकारस्य हकारस्य स्थाने धकारः, अनन्तरं चोहुकुः इति सूत्रेण धकारः झल् वर्णः अस्ति इति कृत्वा चोहुकुः झलिपरे कार्यं करोति इति कृत्वा अत्र चकारस्य स्थाने ककारः आगतः. अतः प्रुङ्क् योगः धि. अधुना सूत्रसमूहः इत्युक्ते नस्यापदान्तस्य झलि अनुस्वारस्य ययि परसवर्णः इत्यनेन प्रुङ्क् तत्र कवर्गीय न्यक् अन्तिम अनुनासिकवर्णः आगतः अत्र. अतः प्रुङ्क् योगः धि. तत्र प्रुङ्क् धि इति ओ जलां जशोन्ते इत्यनेन अत्र जलां जशोन्ते आम् अत्र धश्वर्णः अस्ति इति कृत्वा अत्र ककारस्य जलां जश्वकार्यम् अस्तु इत्युक्ते अत्र अपदान्ते अन्ते एव जलां जशोन्ते अन्ते अपदान्ते एव खलु नो चेत् जलां जश्यसि जशि परे अस्ति इति कृत्वा चतुर्थवर्णः अस्ति परे. अस्तु आं भगिनि अत्र जलां जशोन्ते पदान्ते जस्त्वकार्यम् अत्र अपदान्ते अपदान्ते किमित्युक्ते सामान्यतया किमित्युक्ते अस्माकं यत्र वर्णनिमित्तिककार्याणि भवन्ति तस्मिन् समये नश्चापदान्तस्य जलि आदौ भवति अनन्तरम् अस्माकं वर्णनिमित्तिकम् अधिकतया अस्माकं वर्णनिमित्तिकं कार्यं भवति यदा अधुना जलां जश् जश्चि इति कार्यं भूत्वा अन्ते एव अनुस्वारस्य ये परसवर्णः कार्यं करोति. प्रथमं यद्यपि वयं सूत्रसमूहः इति वदामः किन्तु सूत्रसङ्ख्या दृष्ट्या पश्यामः चेत् प्रथमं नश्चापदान्तस्य जलि अनन्तरम् अस्माकं वर्णनिमित्तिकं कार्याणि अनन्तरं सन्धिकार्याणि भवन्ति खलु हल् सन्धिकार्याणि अनन्तरम् अन्ते अनुस्वारस्य ये परसवर्णः इति अस्माकं सङ्ख्या सोपानक्रमः. आं भगिनि सोपानक्रमः अस्तु इत्युक्ते अत्र जलां जशोन्ते इत्यनेन अत्र ककारस्य स्थाने गकारः आगतः अतः प्रुङ्गि इति भवति. अपि च अनन्तरम् अनुस्वारयसि अत्र वावसाने न भवति किमर्थम् इत्युक्ते अकारः अस्ति खलु अन्ते इकारः वा पृङ्धि पृङ्धि आम् इकारः अस्ति आम् अस्तु इत्युक्ते अत्र केवलम् एकमेव रूपं पृङ्धि अस्तु भगिनि धन्यवादः. तावदेव अपि च अत्र इतोपि किं दत्तमस्ति तात् तु भवती पूर्वमेव उक्तवती पृङ्क्तात् इति पृङ्क्तात् अपि च अत्र तम् इति योजयामश्चेत् पृङ्क्तम् इति भवति बहुवचनरूपं पृङ्क्ता इति भवति. उत्तमपुरुषरूपाणि आनि आव आम एते त्रयः अपि पित् प्रत्ययाः अपि च अजादिप्रत्ययाः इत्युक्ते झल् वर्णः नास्ति अतः अत्र पिति अझलि इति पश्यामश्चेत् न किमपि अत्र कार्यं किमपि नास्ति इति उक्तमस्ति अतः अत्र किमपि अङ्गकार्यं नास्ति किन्तु अत्र रसाभ्यां नोणः इत्यस्य कार्यमस्ति चेत् अत्र प्रोनच् इति स्वीकृत्य आनि योजयामश्चेत् तत्र प्रोनच् तत्र प्रोणच् आनि इति भवति मूर्धन्यणकारः आगतः अत्र प्रोणच् आनि प्रोणच् आव प्रोणचाम इति भवति. धन्यवादः भगिनि. ह्यस्तनमुद्रणं श्रुतवती मङ्गलवासरे तस्मिन् समये महोदय स्मारितवान् किम् इत्युक्ते रसाभ्यां नूनः केचनाः वदन्ति ऋकारं तत्र न गृह्यते रेफः एव गृह्यते इति अनन्तरं वार्तिकं वदन्ति जनाः ऋवर्णात् नस्य नत्वं वाच्यम् इति इत्यनेनैव नत्वकार्यं यत्र ऋकारे परे नकारः अस्ति चेत् इति. किन्तु अन्ये वदन्ति सामान्यतया व्यकरणां चिन्तनमस्ति रेपः इत्यनेन रेपऋकारयोः द्वयोः अपि ग्रहणं ऋशब्दस्य ग्रहणं भवति इति तेषां मतं. तर्हि रसाभ्यां नूनः समानपदे इति एकमेव सूत्रं पर्याप्तं तेनैव कार्यं सिद्ध्यति इति केचनाः वदन्ति इति महोदय उक्तवान् आसीत्. इत्युक्ते भगिनि अत्र वार्तिकस्य आवश्यकता अस्ति वा नो चेत् केचनः वदन्ति अस्ति रसाभ्यां नूनः इत्यनेन र इत्यनेन केवलं रेफस्य एव ग्रहणम् इति केचनः वदन्ति तर्हि रेफस्य एव ग्रहणम् अस्ति चेत् तर्हि वार्तिकस्य आवश्यकता वर्तते खलु इति कृत्वा ऋवर्णात्मनस्य नत्वं वाच्यम् इत्यस्य इति पृथक्तया चिन्तयन्ति किन्तु अन्ये वदन्ति सर्वत्र अधिकतया अत्र अन्ये अपि सूत्राणि सन्ति खलु यत्र अस्माकं रेफस्य रेफेन एव रेफन् ऋकारयोः द्वयोः अपि ग्रहणं भवन्ति अन्ये अपि सूत्राणि सन्ति यत्र एतादृशं कार्यं सम्भवन्ति तर्हि रेफस्य अर्थः अस्ति रेफ ऋकारौ इति ध्वनिः इति एव अहम् एकत्र पठितवती यत् अत्र ऋकारः रेफांसयुक्तः इति दत्तमस्ति इत्युक्ते तदेव अस्ति शब्दध्वनिः वार्तिकं पुनः वदतु ऋवर्णात् ऋवर्णात् नस्य नत्वं वाच्यम् इति नकारस्य णत्वं वाच्यम् इति ऋवर्णः पूर्वं तर्हि ऋवर्णात् अनन्तरं षष्ठीविभक्तिः अस्ति नस्य णत्वं भवति तस्य णत्वं भवति वार्तिकमपि भाष्यकारः न अङ्गीकरोति तत् एवम् अस्ति किं भाष्यकारः न अङ्गीकरोति केवलं वार्तिकं भाष्यकारः यथा भवती उक्तवती रेफ वदनेन ऋकारस्य ध्वनि द्वयोः आगच्छति ऋकार महाभाष्ये वाक्यम् अत्र अस्ति रसाभ्यां नत्वे ऋकारग्रहणम् इति तत्र महाभाष्ये उक्तमस्ति धन्यवादः भगिनि अग्रे अग्रे किम् अस्ति लङ्लकारः अस्ति खलु रामप्रिया भगिनी वदतु आं भगिनि लङ्लकारे प्रथमम् अडागमः भवति लुङ् लङ् लृङ् षुष्वडुदातः इति सूत्रेण इदानीम् अस्माकम् अङ्गम् अस्ति अपृनच् इति अपृनच् योगः ट प्रत्ययः किमर्थं भगिनी एतादृशशब्दः न न न पुष्पभगिन्याः दूरवाण्याः म्यूट् कृतवती भगिनी बहिः अहं तु हेड्सेट् धृतवती ओ ध्वनि आम् आम् कर्णोः भङ्गं भवति खलु अहमपि कदाचित् अपृनच् योगः त प्रत्ययः त प्रत्ययः तु अपृक्त एकाल् प्रत्ययः अतः हल्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इति सूत्रेण त प्रत्ययस्य लोपः भवति अपृनच् इति अस्माकं पदं जातम् इदानीम् अनन्तरं चोः कुः इत्यस्य प्रसक्तिः जलिपदान्ते इति कृत्वा अत्र तु पदान्ते अस्ति अपृनक् अनन्तरम् अपृनक् अतः जलां जशोन्ते इत्यस्य प्रसक्तिः अपृनग् अपृनग् वावसाने इत्यस्य प्रसक्तिः अतः रूपद्वयम् अपृनग् अपृनक् हा क्षम्यताम् अहं विस्मृतवती तत्र रसाभ्यां जलां जशोन्ते अनन्तरं रसाभ्यां नूनः समानपदे इति सूत्रेण णत्वं भूत्वा अनन्तरमेव वावसाने वावसाने अपृणग् अपृणक् इति रूपद्वयं भवति अनन्तरं तः क्षम्यतां ताम् इति प्रत्ययः तु अपित् प्रत्ययः अस्ति तत्र तु श्नसोरल्लोपः इत्यनेन श्नसोरल्लोपः इत्यनेन अकारलोपः अपृणच् अपृञ्च् अपृञ्च् इति रूपम् अपृञ्च् अपृञ्च् योगः ताम् तत्र नश्चापदान्त प्रथमं चोः कुः अपृङ्क् योगः ताम् नश्चापदान्तस्य जलि अपृङ्क् योगः ताम् अनुस्वारस्य ई परसवर्णः अपृङ् अपृङ्क् अपृङ्ताम् इति रूपम्. अनन्तरम् अन् इति प्रत्ययः अपृञ्च् योगः अपृणच् योगः अम् तदपि अपित् प्रत्ययः अत्रापि श्नसोरलोपः इत्यस्य प्रसक्तिः. अपृञ्च् योगः अन् नश्चापदान्तस्य जलि अनुस्वारस्य ययी परसवर्णः भूत्वा अपृङ्गम् इति रूपं प्रायः अपृङ्गम् अपृङ् क्षम्यतां भगिनि चकारः अपृञ्चन् चकारः अतः पञ्चम चकारस्य पञ्चमवर्णः अपृञ्जन् अपृञ्जन् इति भवति चकारः. अनन्तरं सकारः सकारः सप्रत्ययः तु अपृक्त एकाल् प्रत्ययः अपृणच् योगः सप्रत्ययः हल्ङ्याभ्यो दीर्घासूत्रस्य पृक्तं हल् इति सूत्रेण सप्रत्ययस्य लोपः तस्मात् पूर्वम् आम् आम् अत्र श्नतोरलोपः इत्यस्य प्रसक्तिः नास्ति. किमर्थम् इत्युक्ते पित् प्रत्ययः. अनन्तरम् इदानीम् अपृञ्च् चोहोकुः अपृङ् अनन्तरं नश्चापदान्तस्य जलि अपृञ्च् अपृञ्च् अनुस्वारस्य ययि परसवर्णः सकारे परे खलु खलु भगिनि तर्हि अपित् प्रत्ययः अस्ति इति कृत्वा अस्तु किमपि विस्मृतवती क्षम्यताम्. अपृणच् इति अङ्गम् अपृणच् इति अङ्गम् अनन्तरं सप्रत्ययः अपृक्त एकाल् प्रत्ययः हल्ङ्याभ्यो दीर्घासूत्रस्य पृक्तं हल् इति सूत्रेण सकारस्य लोपः अपृणच् इति इदानीम् अस्माकं पदं जातं. चोहोकुः इत्यनेन अपृणक् इति भवति. अनन्तरम् अपृणक् ओ अस्तु नश्चापदान्तस्य जलि इत्यस्य सूत्रस्य प्रसक्तिः एव नास्ति. अपृणक् अनन्तरं जलां जशोन्ते इत्यनेन अपृणग् इदानीं रसाभ्यां नूनः समानपदे इति सूत्रेण अपृणग् अनन्तरं वावसाने इत्यनेन अपृणक् इति रूपद्वयम् अपृणग् अपृणक् इति रूपद्वयम् अस्तु. अपृणच् योगः तं त प्रत्ययद्वयमपि अपित् प्रत्ययः अतः श्नसोरलोपः इत्यनेन नकारोत्तरवर्ति अकारस्य लोपः भवति. अपृञ्च् अपृञ्च् योगः तम् अपृञ्च् योगः तं चोहोकुः इत्यस्य प्रसक्तिः. अपृङ्क् योगः तं नश्चापदान्तस्य जलि अपृङ्क् योगः तम् अनुस्वारस्य ययि परसवर्णः अपृङ्ग् योगः तम् अपृङ्क्तम् अपृङ्क्तम् अपृङ्क्त. अनन्तरम् अपृणच् योगः अम् अम् अपि पित् प्रत्ययः. पित् प्रत्ययः किमपि कार्यमस्ति वा अपृणच् योगहम् अपृणचम् इति भवति वा भगिनि तत्र किमपि नत्वमेव आगच्छति. आम् रसाभ्यां नूनः समानपदे इति सूत्रेण नत्वं भूत्वा अपृणचम् इति भवति. अनन्तरं वम वम अपि अपित् प्रत्ययः श्नसोरलोपः इति सूत्रेण अपृञ्च् योगः व अपृञ्चयोगः वा चोहोकुः इत्यस्य प्रसक्तिः तु नास्ति. नश्चापदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः इति सूत्र सूत्रेण किं भवति अपृञ्ज्व अपृञ्ज्म इति भवति. इञ्ज् इञ्ज् चकारस्य पञ्चमवर्णः. अस्तु भगिनि धन्यवादः भगिनि. सरला भगिनी वदति किं भगिनि अन्तिम अस्तु अङ्गं प्रणच् अस्ति तदनन्तरं सूत्रसमूहसकारं भवति श्नासरलोप इति प्रिनिच् भवति, तदनन्तरं मश्चापतन्ते जलि अनुसरति सूत्रेण प्रिञ्च्. भगिन्याः दूरवाण्याः अपि किञ्चन उच्चैः ध्वनिः श्रूयते भगिनी, कदाचित् अस्माकं कर्णेन श्रूयते. कर्णे स्पीकर् मोड् मध्ये अस्ति किम्? न भगिनि, दूरवाण्या एतत् सरला भगिनि. हा सरला भगिनी, फोन् फोन् सः अस्ति अस्ति फोन् फोन् फोन् तत्तु फोन् when you touch sometimes the buttons they become them sound comes. अस्तु अस्तु, धन्यवादः भगिनि. प्रायः तदेव स्यात्, किञ्चित् सावधानतया तर्हि. न न रामप्रिया भगिनी आल्सो दृष्टवती, इन्सैड् मै मै हेड् सेट् इस् इन्सैड् मै इयर्स्, सो एक्चुअली इट्स काइंड ऑफ एम्प्लीफाइड. या इट्स एम्प्लीफाइड. या या या आई आल्सो हैड द सेम थिंग. या अधुना अवगच्छामः. इण्टर्नेट् आयन्तु, यु नो कम् इन् इण्टर्नेट् इट्स् बेटर् फार् यु. अस्तु, ब्रिञ्च् भवति अङ्गम् इदानीं, तत् अङ्गं सर्वे किं प्रत्यपति भवति, प्रिञ्च् यात् प्रिञ्च् यातां प्रिञ्च् युः प्रिञ्च्याः प्रिञ्च्यातं प्रिञ्च्यां प्रिञ्च्यां प्रिञ्च्याव प्रिञ्च्याम इति आगच्छति. धन्यवादः भगिनि, नूतनदातुं जकारान्त दातु. आम् महोदय, जकारान्त दातवः इति द्वितीयबिन्दुः महोदय, करपत्रं भगिनी एव, सरला भगिनी एव, द्विलिङ्ग् सरलमासीत् इति कृत्वा. जकारान्तः दातवः षड् धातवः, युज् युज्, अञ्जु अञ्ज्, भञ्जो भञ्ज्, भुज् भुज्, ओजि विज्, ओवजि इति किमस्ति, ओवजि भवति विज् वृजि वृज्, युज् इति अजनुनासिकः अस्ति इति कृत्वा ओकारस्य लोपः भवति, ओकार ईकारयोः लोपः. अस्तु अस्तु, कदापि न दृष्टवती. ओ कथं भवति महोदय, कथं भवति उपदेशे उपदेशे अजनुनासिकः? अस्तु, धन्यवादः. सदैव उपदेशे ये अचुवर्णाः सन्ति चेत् परे अस्ति, न तु आदौ अस्ति प्रायः. युज् युज् धातु उभयपदी योगे संयोजनं करोति, युज् योगश्नं मिदिचान्तपर् इति सूत्रेण युन्नज् इति भवति. इदानीं जकारान्त धातवः अस्ति, ते षड् धातवः अस्ति, अनुबन्धालोपानन्त युज् युज् भवति, रेफस्य हलन्त्य अनेन हलन्त्य अनेन संज्ञा भवति, ईकारस्य उपदेशे जननासिक अनेन संज्ञा भवति, तस्य लोपः भवति. अञ्जु इति ऊकारस्य उपदेशे उपदेशे अजनानसिक इति सूत्रेण भवति लोप, तस्य लोप अञ्च् भवति. भञ्जो इति अस्ति, तत्र ओकारस्य उपदेशे अजनानसिक सूत्रेण लोप भवति, तस्य लोप भञ्ज् इति भवति. भुज् धातु अकारस्य उपदेशे अजनानसिक इति सूत्रेण लोप भवति, तस्य लोप भुज् भवति. ओजि यथा भवती उक्तवती, ओ संज्ञा भवति उपदेशे अजनानसिक. विच् भवति वृजि इति सूत्रेण ईकारस्य अनुबन्धालोपानन्तं वृज् इति तिष्ठति. युज् धातु इदानीं युज् अस्ति, उपयपदी योगे संयोजनं करोति, युज् धातु यदि श्नम् रुदादिभ्य श्नम् विकर्णप्रति आगच्छति तत्र मिदिचो अन्त्यात् प्रथम यः उकार अस्ति युज् धातु मध्ये तस्य अनन्तरम् अचुवर्ण उकार तस्य अनन्तरं नकार आगच्छति श्नम् प्रत्ययस्य श्न शकारस्य लशकु तद्विद्यते इति सूत्रेण लोप भवति मकारस्य हलन्त्यनेन संज्ञा भूत्वा तस्य लोप भवति नकार तिष्ठति नकार मिदिचोन्त्यतः पर इति सूत्रेण उकारस्य अनन्तरम् आगत्य युनच् इति अङ्गं युनच् इति लौकिकधातु युनच् आगति अङ्गं वदामः अङ्गं वदामः भगिनि वा युनच् अङ्गमिति एव अङ्गमिति भवति अग्रे पठामि वा अस्तु तिङ् प्रत्ययनिमित्तिकं निमित्तिकम् अङ्गकार्यं तुप्सु अङ्गकार्यं नास्ति युनच् योगति सन्धिकार्यं युनक्ति युनज् योगानि युनजानि अप्सु श्नसरलोप इत्यनेन श्नम् इत्यस्य आकारस्य लोप युनज् योगतः युञ्ज् योगतः सन्धिकार्यं युङ्क्तस्य अस्ति यदि प्रत्ययः पित् अस्ति तेषां कोऽपि कार्यं न भवति युनज् योगति केवलं सन्धिकार्यम् अस्ति जकार तकारतयोः मध्ये चोः कूर्णेन सन्धिकार्यं कुर्यात् एकः प्रश्नः अस्ति भगिनि भवती भवत्याः दूरवाण्याः समीपे किमपि अन्यत् इलेक्ट्रिकल् एक्विप्मेण्ट् किमपि अस्ति किं मध्ये मध्ये श्रूयते तादृशध्वनिः बहुपार्श्वे किमपि अन्यत् अस्ति चेत् प्रायः किञ्चित् दूरे म्याग्नेटिक् तादृशं यदा फ्रिड्ज् तादृशं किमपि अस्ति किं स्पीकर् स्पीकर् किमपि अस्ति किं टी वी स्पीकर् किमपि न जाने किमर्थम् इति तर्हि ऐ डोण्ट् थिङ्क् इट्स् बिकास् आफ़् बटन् प्रेसस् किमर्थम् इत्युक्ते अधुनापि पुनः पुनः श्रुतः अस्माभिः श्रुता अस्माभिः तादृशं पश्यामः धन्यवादः सन्धिकार्यं युनज्योः ति चोहोकुः युनग् योहति करि च युनक् योहति वर्णमेलं युनक्ति इति रूपं युञ्ज् योहतः चोहोकुः युङ् योहतः अनसां पदस्य जलि युङ्क्तः करि च युङ्क्तः अनुसारसरणः युङ्क्तः वर्णमेलनेन युङ्क्तः इति अनन्तरं युञ्ज् योः अन्ति अनुसम्पदस्य जलि युञ्ज् अन्ति अनुसारसहीपरसरणः युञ्ज् योः अन्ति वर्णमेलनेन युञ्जन्ति युनज् योः शि सि चोहोकुः युनग्योहसि आदेशप्रत्ययोः युनग्योहसि करि च युनक् योहसि वर्णमेलन युनक्षि युञ्ज् योहि भुजल्योहदि युञ्ज् योहदि चोहोकुः युङ् योहदि नशं पदस्य जलि युङ् योहदि अनुसरसर्णः युङ् योहदि वर्णमेलन युङ्दि इति रूपाणि भवन्ति एकनिमिषं महोदय अनन्तरं प्रोभ्यां विजेः विजे अयङ् अयङ्यापात्रेषु प्र उप युजेः प्रोभाभ्यां युजेः यज्ञपात्रेषु प्र उप इत्येवं पूर्वात् युजेः अयञ्ञपात्र पात्रविषयात् अग्रेपदं भवति अधः प्रयुङ्क्तेः प्रयुङ्क्तेः उपयुङ्क्तेः प्रयुङ्क्तेः उपयुङ्क्तेः इति आहत्य तत्र कार्यं कीदृशमिति चेत् अपि प्रत्यये परे नसोरलोपः न सम्पदस्य जलि अनुसरसि प्रसारणः इति सूत्रसमूहः जलिपरे चोहोकुः करि च अनेन कार्यं चतुर्विधं पिति जलि चोहोकुः करि च पिति अजलि नाकमपि अपिति जलि सूत्रसमूहः चोहोकुः करि च अपिति अजलि सूत्रसमूहः अग्रे सदृशलकारेषु दिङ्गनरूपाणि वक्तव्याने उपरि दत्तानां नियमानाम् आधारेण रूपं चिन्तनं करोतु. अत्र अत्र सूत्रमस्ति प्रोपाभ्यां युजेः अयज्ञपात्रेषु इति अस्ति खलु, तत् पूर्णतया अहं मयापि न ज्ञायते, किन्तु यज्ञपात्रम् इत्युक्ते यज्ञार्थं पात्रस्य प्रयोजनं भवति चेत् तत्र तादृशं प्रयोजनम् इति वदामः तस्मिन् समये प्रयुङ्क्ते इति न वक्तव्यं, प्रयुङ्क्ति इति प्रायः स्यात् इति, न प्रयुङ्क्ति इति न भवति, प्रयुनक्ति इति, प्रयुनक्ति इति प्रायः प्रयोगः. तत्र तृष्णपर्लपः ति इति तत्र आत्मनेप परस्मैपदीरूपं, तर्हि ति इति परस्मैपदी इति कृत्वा तत्र तिप् अस्ति इति कृत्वा श्नसोर्लोपः इत्यस्य कार्यं न भवति खलु, तर्हि प्रयुनक्ति इति. न एतत् किं वदति इत्युक्ते यज्ञपात्रविषये नास्ति चेत् आत्मनेपदं केवलम् आत्मनेपदं. सामान्यतया पश्यामः चेत् युञ्जुधातुः कीदृशधातुः, उभयपदिधातुः अस्ति युञ्जुधातुः, किन्तु प्र नो चेत् उप इति उपसर्गौ द्वयौ पूर्वम् आयातः चेत् युज्धातोः तु केवलं साक्षात् आत्मनेपदिरूपम् एव भवति, परस्मपदिरूपं तस्य नास्ति. किन्तु यज्ञपात्रम् इत्युक्ते यत्र यज्ञपात्रस्य प्रयोगः भवति, वदामः खलु यज्ञपात्रस्य प्रयोगः इति वदामः खलु, तर्हि तत्र प्रायः यज्ञपात्रस्य किमपि यज्ञपात्रं भवतु तस्य तु वयं तु प्रयुनक्ति इति एव वक्तव्यम् इति प्रायः स्यात्. धन्यवादः. इति मम अपि अवगमनं प्रायः यज्ञार्थं पात्राणि सन्ति खलु तेषां यज्ञार्थं सेक्रिफिशियल् रैट्स् इति कृते तस्य कृते पात्राणि सन्ति खलु. सामान्यतया पश्यामः चेत् उभयपदिधातुः अस्ति इत्युक्ते कर्तरभिप्रये क्रियाफले इत्यनेन यदि फलं कर्तारम् अभिप्रेति चेत् आत्मनेपदि, नो चेत् परस्मिपदि इति भवेत् खलु कर्तरभिप्रये क्रियाफले, यत्र उभयपदि अस्ति. किन्तु यत्र प्र उपसर्गः अस्ति नो चेत् उप उपसर्गः अस्ति चेत् यद्यपि कर्तारम् अभिप्रेति नो चेत् अन्यं किमपि अभिप्रेति फलं, तथापि आत्मनेपदिरूपमेव भवति इति. किन्तु यत्र यज्ञपात्रस्य प्रयोगः भवति तस्मिन् समये प्रायः तस्य उभयपदित्वं वा नो चेत् आत्मनेपदं रूपम् इत्येव मन्ये मम अवगमनं, तादृशम् अस्ति. किन्तु तर्हि यज्ञपात्रस्य प्रयोगः अस्ति चेत् प्रायः उभयपदीत्वम् इति न मन्ये, न अवगच्छामि, न जानामि तस्मिन् समये किं भवति इति. तस्य प्रयोगः यज्ञपात्रस्य विषये एव आत्मनेपदं भवति किल, अयज्ञपात्रविषयात् इति. अयज्ञपात्रेषु किम् इत्युक्ते प्रयुनक्ति इति. यज्ञपात्रस्य इति नैञ् समासः अस्ति खलु, नै समासः अस्तु. तर्हि यज्ञपात्रः नास्ति चेत् आत्मनेपदत्वं, किन्तु यज्ञपात्रः पात्रस्य विषये अस्ति चेत् तस्य उभयपदित्वं भवति इति प्रायः स्यात्. साक्षात् उभयपदिधातुः अस्ति खलु, तर्हि यज्ञपात्रम् अस्ति चेत् प्र उपसर्ग नो चेत् उप उपसर्गौ आयातः चेत् तस्य तु प्रायः उभयपदी रूपं स्यात् इति मन्ये. उभयपदी वा परस्मैपदी भवति किन्तु भगिनि उभयपदी चेत् अत्रेपदि परस्मैपदि इति रूपद्वयं भवति खलु, तर्हि प्रायः शेषात् कर्तरि परस्मैपदम् इत्यनेन परस्मैपदं रूपं स्यात्, तदहं दृष्ट्वा महोदयं पृष्ट्वा वदामि. भगिनि अत्र उभयपदी इति दत्तमस्ति, किन्तु स्वरितनितकर्तृभिप्राये क्रियाफले इति सूत्रेण अत्र धातुः स्वरितः वा भवेत् अथवा नित् वा भवेत् चेदेव तत्र उभयपदी भवति इति उक्तमस्ति. किन्तु अत्र धातुं पश्यामश्चेत् तत्र चिह्नमपि नास्ति, किन्तु चिह्नम् अत्र न दत्तमस्ति, न दत्तमस्ति, किन्तु साक्षात् पश्यामः धातुकोशे कुत्रचित् पश्यामः चेत् प्रायः प्राप्तुं शक्नुमः. पश्यामि एकनिमिषम्. अत्र तु आं सत्यं भगिनि, अत्र तु मम समीपे अपि नास्ति पुस्तकं, प्रायः कुत्रचित् अस्ति मन्ये, गृहं परिवर्त्य एतावत्पर्यन्तं सर्वाणि पुस्तकानि अहं युजिर् इति धातुः भगिनि, स्वरितवर्णः स्यात्, इर् इति वर्णः स्वरितवर्णः स्यात् इति. जकारस्य उपरि अनुनासिकस्य चिह्नम् अस्ति, जकारोत्तरवर्ती इकारः, तत्र एव एकं चिह्नम् अस्ति, अन्यत्र किमपि नास्ति. प्रायः तदेव तादृश इर् इति वर्णः अस्ति, वर्णसमूहः अस्ति खलु, इरित् अस्ति खलु, इरित् प्रायः स्वरितः स्यात् इति कृत्वा. धन्यवादः. तर्हि पश्यामः किम् तस्य क्रमः आसीत् चिन्तितम्. लक्ष्मी भगिन्याः एव क्रमः खलु, भगिनी वदति किं भगिनि अत्र पठामि वा नो चेत् अत्र रूपाणि रूपं पठनमस्ति, रूपं वक्तुं रूपाणि वक्तव्यानि. आम् रूपाणि अस्तु भगिनि. अत्र लट्लकाररूपाणि, धातुः युजिर् धातुः, अत्र युज् इति लौकिकधातुः, रुदादिभ्यः श्नम् इत्यनेन श्नम् आगतः अतः युजोगः श्नम्, अत्र युनज् इति अङ्गं भवति इत्युक्ते नकारः मध्ये आगच्छति रुदादिगणे, अतः युनज् योगः टि प्रत्ययं योजयामः. अत्र टि इति क्षम्यतां ति प्रत्ययः, पिक् प्रत्ययः, अपि च झल् वर्णः, तत्र इति झलि इति वदामश्चेत् तत्र चोः कुः इत्यस्य कार्यं भवति, अतः जकारस्य स्थाने अत्र चोः कुः इत्यनेन कवर्गीय तृतीयसदस्यादेशः इत्युक्ते युनग् इति भवति, युनग् योगः अत्र इतोपि उपरि उक्तमस्ति यत् पिति झलि अस्ति चेत् चोः कुः अपि च खरि च इति सूत्रद्वयं कार्यं करोति इति उक्तमस्ति, अतः युनग्योगः ति अत्र खरि च इति सूत्रेण तकारः खर्वर्णः इति कृत्वा अत्र युनक् गकारस्य स्थाने ककारः आगतः, युनक् योगः ति युनक्ति एकवचनम्, अपि च युनज् द्विवचनरूपं युनज् योगः तः, तः अपि प्रत्ययः, अपि च झल् वर्णः तकारः, अपि झल् अस्ति चेत् तृतीयं कार्यम् इत्युक्ते सूत्रसमूहः, अपि च चोः कुः अपि च खरि च इति उक्तमस्ति, अतः युनज्योगः तः, अत्र प्रथमतया श्नशोरलोपः इति सूत्रेण अलोपः भवति अकारस्य लोपः, अतः युञ्ज् आगतः, युञ्ज् योगः तः, चोः कुः इत्यनेन जकारस्य स्थाने गकारः, युङ् युङ् योगः तः अधुना नस्यापदान्तस्य झलि इति सूत्रेण अत्र दन्तनकारस्य स्थाने अनुस्वारः आगतः युङ् योगः तः अनन्तरं खरीच इति सूत्रेण अत्र खरीचसूत्रेण गकारस्य स्थाने अत्र खकारः आगतः अतः युङ् योगः तः अनन्तरम् अनुस्वारस्य स्थाने परसवर्णादेशः अपि भवति अत्र अनुस्वारस्य ययि परसवर्णः इत्यनेन अतः युङ्क्तः भगिनी अहं न कृतवती सम्यक् रीत्या केवलं ध्वनिमुद्रणं श्रुत्वा अवगन्तुं प्रयत्नं कृतवती सम्यक् उक्तवती भगिनि समीचीनं वदति खलु किमर्थं क्लेशः अत्र अहं स्वयं भगिनी जानाति इत्येव भाति तादृशमेव वदति सम्यक् वदति केवलम् इत्युक्ते अत्र अहं यदि भवती प्रश्नपत्रं दत्वा भवती करोतु इति वदति चेत् कर्तुं न शक्नोमि केवलं नास्ति चिन्ता मुद्रणं श्रुत्वा श्रुत्वा आमामां तावत् पर्याप्तं भगिनि अत्र करपत्रम् अवगच्छति खलु तावत् पर्याप्तं महोदयेन अत्र सर्वाणि विषयाणि अत्रैव सर्वे विषयाः अत्रैव महोदयेनैव दत्ताः खलु तद् दृष्ट्वा एव वयमपि पठामः तर्हि वयमपि न जानीमः खलु अत्र महोदय सम्यक् उक्तवान् खलु तर्हि अपीति प्रत्ये परे जलि परे किं करणीयम् इति पूर्णतया उक्तवान् तर्हि तद्दृष्ट्वा एव वयमपि कुर्मः यदि भवती केवलं प्रश्नपत्रं दत्वा करोतु भगिनि न न अस्माभिः अपि न कर्तुं शक्यते भगिनि त्वं तु कर्तुं शक्नोति actually we have been learning for such a long time bhagini and also you took the exam you took the exam bhagini took the exam apo covid pariksha ke mama mama so once you take that you're like you're okay अग्रे करोमि वा भगिनि युनज् योगः प्रथमपुरुष बहुवचनरूपम् अन्ति अस्ति अन्तिप्रत्ययः अन्तिप्रत्ययः अस्ति तत्र अन्ति अपि अपित् प्रत्ययः इत्युक्ते अजादिप्रत्ययः अथवा अझल् वर्णः अकारः इत्युक्ते अतः अत्र अपित् अझलि सूत्रसमूहः इत्युक्ते त्रयः त्रीणि सूत्राणि अत्र कार्यं कुर्वन्ति प्रथमतया श्नशोरलोपः इत्यनेन युनज् युञ्ज् भवति युञ्ज् योगः अन्ति नस्यापदान्तस्य झलि इत्यनेन अनुस्वारादेशः अनुस्वारस्य परसवर्णः इत्यनेन परवर्ण तस्य वर्गस्य सदृशवर्णः इत्युक्ते ञकारः आगतः च वर्गीयव्यञ्जनं यञ्ज् युञ्ज् युञ्ज् योगः अन्ति वर्णमेलनं भूत्वा युञ्जन्ति इति रूपम् आगतम् अपि च मध्यमपुरुष एकवचन प्रत्ययः सि प्रत्ययः अस्ति सि प्रत्ययः पित् प्रत्ययः अपि च सकारः झल् वर्णः अतः पित् पिति झलि इति द्रष्टव्यं पिति झलि कृ पिति झलि कृते सति चोः कुः इति सूत्रं कार्यं करोति इत्युक्ते अत्र युनज्योगः अस्ति अत्र जकारस्य स्थाने गकारः चोः कुः इत्यनेन गकारः अपि च युनज्योगः सि भवति अत्र मध्यमपुरुष प्रत्ययः अस्ति अपि च अत्र आदेशप्रत्ययोः अत्र प्रत्ययः सि प्रत्ययः अस्ति चेत् अत्र कथं वक्तव्यं भगिनि आदेशप्रत्ययोः इति आदेशप्रत्ययोः किं वदति इत्युक्ते इङ्कोः परे सकार कीदृशसकारः इति इम्कुः इत्युक्ते इम् प्रत्याहारस्य कश्चन वर्णः इत्युक्ते इ आरभ्य क्षम्यताम् इ उण् ऋलक् एवम् अयौच् अनन्तरं हयवरट् लण् पर्यन्तं कश्चन वर्णः अस्ति चेत् अनन्तरं कवर्गस्य कश्चन वर्णः कगग तादृशवर्णः अस्ति चेत् कवर्गीयव्यञ्जनं किमपि अस्ति चेत् अनन्तरं तस्य अनन्तरं परे आदेशरूपी अवयवसकारः आदेशरूपी सकारः नो चेत् प्रत्य अवयवसकारः अस्ति चेत् तादृशसकारस्य षकारः भवति षत्वं भवति इत्युक्ते पूर्वं तु इण्कोः अनुवृत्तिरूपेण अनुवृत्तिरूपेण अन्यानि पदानि आयान्ति वा सत्यं सत्यं तादृशमेव तथा एव अनुवृत्तितः आयाति इन्कोः इति अस्तु अतः अत्र सी प्रत्ययस्य स्थाने मूर्धन्यषकारादेशः भवति अतः युनग् योगः षि भवति अत्र धरिच इत्यस्य कार्यं भवेत् अत्र खरिच इत्यनेन अत्र पूर्वं युनग् अस्ति तत्र गकारस्य स्थाने खरिच इत्यनेन ककारादेशः भवति अनन्तरं तेन युनक् योगः षि युनक्षि इति रूपम् आगच्छति अत्र इतोपि किं नास्ति इतोपि नास्ति तावदेव अग्रे करोमि वा नो चेत् भगिनि अहमस्मि अहमस्मि अहमस्मि भगिनि लोट्लकारे लोट्लकारे न न न लट्लकारस्य मध्यमपुरुष मध्यमपुरुष सी नास्ति कुर्वन्ति भगिनि तहत इति मध्यमपुरुष द्विवचनं बहुवचनं न उक्तम् करोमि ओ क्षि कर्तुमिच्छति चेत् करोतु भगिनि करोतु भगिनि करोतु भगिनि अनन्तरं लोट्लकारं करिष्यति पुष्पा भगिनि अस्तु अत्र युनज् इति अस्ति युनज् अङ्गम् अस्ति युनज् इति अङ्गं किमर्थम् इत्युक्ते धातुविकरणप्रत्ययः मेलनम् अभवत् खलु मध्ये अधुना विकरणप्रत्ययः अस्ति इति कृत्वा अङ्गम् इति तस्य संज्ञा युनज् अस्ति अपि च मध्यमपुरुष द्विवचनप्रत्ययः अत्र थः इति प्रत्ययः अस्ति थः इति प्रत्ययः अपित् प्रत्ययः अपि च थकारः जल्वर्णः झल्वर्णः अस्ति इति कृत्वा अत्र अपित् झलि अपित् झलि इत्युक्ते अत्र सूत्रसमूहः अपि च चोहकुः इति उक्तमस्ति अत्र प्रथमतया सूत्रसमूहः इति वदामश्चेत् तत्र प्रथमं कार्यं स्नशोरलोपः इत्यनेन अलोपः भवति तेन युञ्ज् भवति अनन्तरं चोहकुः इति सूत्रेण अत्र जकारस्य स्थाने गकारादेशः युङ् भवति अपि च नश्चपदान्तस्य झलि इत्यनेन अनुस्वारः अनुस्वारस्य ययि परसवर्णः इत्यनेन परसवर्णादेशः भूत्वा तत्र युङ् योगः अत्र अन्तिमं कार्यं अत्र खरीच इति खरीच इत्यपि दत्तमस्ति खरीच इत्यनेन अत्र ककारः आगतः अतः युङ्क्थः इति भवति बहुवचनरूपं तत्र केवलं विसर्गं त्यक्त्वा युङ्क्थ इति भवति उत्तमपुरुषरूपाणि मे वहमः युनजियोगः मे अत्र पिति अजलि अत्र पिति अजलि इत्युक्ते न किमपि इत्युक्ते कार्यं किमपि नास्ति अतः अत्र युनज् योगः मि युनज् मि केवलं वर्णमेलनमेव भवति अपि च वहामः, वह इति वदामश्चेत् वहामः द्वयमपि अपित् प्रत्ययौ, अपि च अजलि अपित् अजलि सूत्रसमूहः इत्युक्ते पुनः श्नशोरलोपः नश्चापदान्तस्य झलि अनुस्वारस्य ययि पर्णसवर्णः इति एतैः सूत्रैः अत्र किं भवति इत्युक्ते युनज् युञ्ज् भवति, अनन्तरम् अनुस्वारः आगतः युञ्ज्, अनन्तरम् अनुस्वारस्य स्थाने परसवर्णः युञ्ज्, युञ्ज् योगः वाह युञ्ज् वाह युञ्ज् वा योगः मह युञ्ज् मह इति भवति. धन्यवादः भगिनि, धन्यवादः भगिनि. अधुना समयः प्रायः सार्धघण्टा एव अस्ति इति कृत्वा प्रायः लोट्लकारं त्यजामः, समानकार्याणि खलु इति कृत्वा लोट्लकारं त्यजामः. अग्रे पुष्पभगिनी लङ्लकाररूपं प्रायः सर्वाणि न वक्तव्यानि, केवलं प्रथमपुरुष एकवचनं मध्यमपुरुष एकवचनं रूपाणि वदति किं भगिनि? अडागमः अस्ति, अपृच् युज् इति दातु, युज् इति दातु, अयुज् अयुज् इति अस्ति, अयुज् अत्र नकारः श्नम् इति वद आयाति, तथैव नकारः युनज् नकारः भूत्वा मध्ये भूत्वा मिदचोन्त्यात् परः न अयुनज् इति आगच्छति, अयुनज् अङ्गम्, अयुनज् योगः त प्रत्ययः, तत्तु हल् नाट् हल्याभ्य किम् अस्ति हल्याभ्यो दीर्घात् स्तुति अपृक्तं हल् इति वदनेन इति सूत्रेण तकारस्य लोपः भवति, परन्तु जकारः तु पदान्ते अस्ति, तत्कारणात् चोः कुः कार्यं करोति, अनु अयुनग् इति आयति आयाति, परन्तु तत्तु अयुनग् एकवारं वावसाने इत्यनेन अयुनक् इति आयाति, तदेव मध्यमपुरुषे अपि मध्यमपुरुषे तदेव अनियग् अनयग् आनि तु अमे आनिन आनि नास्ति भगिनि, द्वितीय प्रथमपुरुष द्विवचने केवलं रूपाणि वदतु भगिनि, लङ्लकारस्य अन्यरूपाणि. अस्तु अस्तु अस्तु, अयुनज् अयुञ्ज् आगच्छति, अयुञ्ज् अयुङ् ता अयुङ् ककारः आगच्छति करीच इत्यनेन अयुङ्क् ताम् अयुङ्क् अयुङ्कन् अयुञ्जन् अयुञ्जन् अयुञ्जन् न अयुञ्जन् मध्यमपुरुषे अयुङ्क्ता पुनः मध्यमपुरुषे अपि सकारः हल्याद्यो दीर्घाति लोपः भवति, इदानीम् एव वदामः न तदेव अयुनक् अयुनग् अयुङ्क्तम् अयुङ्गं न अयुङ् अयुङ्ध्वं न अयुङ्क्तम् द्विवचने बहुवचने अयुङ् अयुङ्ध्वं ध्वं तु लोट्लकारे अयुङ्क्त उत्तमपुरुषे आनि आवाम इति अस्ति अम् तु पित् अस्ति अम् पित् अस्ति अयुनजम् अयुञ्ज्व अयुञ्ज्म. धन्यवादः भगिनि, पर्याप्तं. न दृष्टं भगिनि, भगिनि न दृष्टं भवती अधुना विधिलिङ्गकारस्य तु केवलं युञ्ज्यात् युञ्ज्याताम् युञ्जुः इति रूपाणि, तत्र किमपि अन्यत् कार्यं नास्ति, केवलं सूत्रसमूहस्य एव कार्यं. तर्हि वयं किं कुर्मः अधुना तु आत्मनेपदीरूपाणि यदा वद्वयामः प्रायः वयम् उपसर्गसहितं वदामः. प्र इति उपसर्गसहितं प्रायः लट्लकारस्य रूपाणि, अनन्तरं उप इति उपसर्गसहित लङ्लकाररूपाणि इति वदामः. अधुना कुर्मः, नास्ति सरला भगिनी वक्तुमिच्छति किं भगिनी अत्र लट्लकारस्य, न चेत् रामप्रिया भगिन्याः क्रमः किम् अधुना यत्किमपि भवती किं वक्तुमि लट्लकारं वदति चेत् लट्लकारं, नो चेत् लङ् वक्तुमिच्छति चेत् लङ् वदतु, यत्किमपि भवत्याः भवती किम् इच्छति तद् करोतु. लट्लकारं करोतु प्र इति उपसर्गेन सह. प्र उपयुज्य युनज् इति अङ्गमस्ति, प्रयुनज् भवति सूत्रं कार्यं श्नासरलोप इति सूत्रेण युञ्ज् युञ्ज् युनज् भवति, तत् श्नासरलोपेन युनज् प्रयुनज् आगच्छति, तदनन्तरं प्रयुञ्जति प्रयुञ्जोरलोप इति नकारवर्ति अकारस्य प्रयुञ्ज् प्रयुञ्ज् भवति, तदनन्तरं नश्च चोहोकुनेन प्रयुङ्क्ते भवति, तदनन्तरं नश्चापन्दस्य झलि प्रयुञ्क्ते, तदनन्तरं खरी च प्रयुङ्क्ते आगच्छति, तदनन्तरम् अनुस्वारस्य यैस्पारसवर्ण प्रयुङ्क्ते इति भवति. प्रयुङ्क्ते प्रयुङ्क्ते आते इति अपित् अपि अझलि अस्ति, नष्टापदांस्य नसरलोप नष्टापदांस्य झलि अनुस्वारस्य यै परसवर्ण समूहकार्यं कृत्वा प्रयुञ्जाते इति भवति. पञ्चमवर्गे ञकार आगच्छति, तथैव प्रन्युञ्जते इति भवति. से इति तत्र प्रथमं श्नासरलोप प्रन्युञ्ज योगसे, तदनन्तरं चोहोकु प्रन्युङ्से भवति, आदेशप्रत्ययो प्रन्युक्षे भवति, तदनन्तरं खरि च आगच्छति, नो नश्चापदान्तझलि प्रथमम् आगच्छति, प्रन्युञ्ज योगसे, तदनन्तरम् आदेश खरि च आगच्छति, प्रन्युक्षे तदनन्तरम् अन्तिमे आगत्य प्रन्युक्षे भवति. आन्ते यत्र अस्ति तद् यथा आते तथैव आते आगच्छति, श्नासरलोप चोहोकुन कार्यं करोति, कारणके जादि अस्ति श्नसरलोप यै नष्टाब्दांश जलि अनुश्वास यै परसवर्ण प्रन्युञ्जाते इति भवति, ञकार प्रन्युञ्जाते. यदि ध अस्ति तत्र श्नसरलोप प्रञ्ज योगद्वे चोहोकु प्रञ्जे तदनन्तरं ध जलाञ्चि तस्य कार्यं नास्ति इदानीम् अनुस्वारस्य यै परसवर्ण प्रन्युग्ध्वे इति भवति प्रन्युग्ध्वे केवलं साधु प्रन्युग्ध्वे अस्तु ते नष्टासरलोप नष्टापदांस झलि अनुस्वारस्य यै परसवर्ण प्रन्युज्ये भवति वहे अपि समानकार्यं भवति प्रन्युज् वहे प्रन्युज् वहे प्रयुञ्ज् महे. धन्यवादः भगिनि. रामप्रिया भगिनी लङ् करोति किं लोट् समानकार्यं खलु इति कृत्वा लङ् कुर्मः उप इति उपसर्गसहितं कृत्वा अस्तु उपसर्गेन उपयोगः अडागमः भूत्वा अयुनच् इति अङ्गम् अत्र अतो गुणे भवति किल भगिनि उप उपयुङ् युनच् इति रूपम् आगच्छति अतो गुणे दीर्घं भवति अत्र पररूपादेशः एङि परूपम् इति वयम् अस्माभिः दृष्टमासीत् तर्हि अतो गुणे एव अपदान्त अकारस्य क्षम्यतां भगिनि एङि पररूपम् इति अस्माभिः महोदय परूपम् इति अपि अस्तु परं भवति अतः प्रा इति रूपं भवति अहं चिन्तयामि सम्यक् वा अस्ति सन्देहः अस्ति आकारः एव अस्ति भगिनि दीर्घसन्धिः भवति खलु प्रा इति रूपं प्रायुज् प्राय उप इति किल भगिनि उपयोगः आवर्णात् उपसर्गात् एकारात् ओकारादेव इङ्गीपररूपम् अस्तु उपा इत्येव भवति वा उपायुनच् इति भवति अस्तु उपायुनच् उपायुनच् इति इदानीम् अस्माकम् अङ्गम् अङ्गम् इदानीम् उपायुनज् युनज् योगः सर्वे लङ्लकारे तु अपि प्रत्ययः एव अतः ससोरलोपः इत्यस्य प्रसक्तिः अस्ति सर्वत्र उपायुञ्ज् योगः थ तत्र चोहोकुः उपायुङ् योगः थ नश्चापदान्तस्य जलि उपायुङ् योगः थ अनन्तरं करी च उपायुक् योगः थ अनन्तरम् अनुस्वारस्य ई परसवर्णः उपायुङ्क्त इति उपायुङ्क्त इति त एव उपायुङ्क्त आताम् अथ तत्रापि प्रक्रिया तु समाना एव नश्चापदान्तस्य जलि प्रायः न आगच्छति उपायुनच् अस्तु एकनिमिषम् उपायुनज् योगः आताम् श्नसोरलोपः भूत्वा उपायुञ्ज् योगः आताम् इदानीं नश्चापदान्तस्य जलि उपायुञ्ज् योगः आताम् अनुस्वारस्य परसवर्णः उपायुञ्जाताम् इति चोहुः न आगच्छति उपायुञ्जाताम् उपायुञ्जतम् उपायुञ्जत ताः अपि यदा था कृतवन्तः समानकार्यम् उपायुङ्क्ताः इति अनन्तरम् आथाम् उपायुञ्जाथाम् इति ध्वं तत्र किमपि कार्यं उपायुञ्ज् योगः ध्वं स्नसोरलोपः उपायुञ्ज् योगः ध्वं अनन्तरं चोहोकुः उपायुङ् योगः द्वाम् नश्चापदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः उपायुङ् द्वम् अनन्तरं ईवहि महि तत्र उपायुञ्जि इति भवति उपायुञ्जि अनन्तरं तु वहि महि तु नश्चापदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः भूत्वा उपायुञ्ज्वहि उपायुञ्ज् महि अत्र तु विधिलिङ्गि केवलं सूत्रसमूहस्य अत्रापि कार्यं भवति तर्हि युञ्जि उपयुञ्जीत नो चेत् प्रयुञ्जीत प्रयुञ्जीयातां प्रयुञ्जीरन् इति रूपाणि किमपि समीचीनं तर्हि अभवत् खलु समीचीनं किमपि प्रश्नः अस्ति किं केवलम् एतत् अहं महोदयं पृष्ट्वा वदामि यत्र यज्ञपात्रविषयः अस्ति तत्र प्रायः शेषात् कर्तरि परस्मैपदम् इत्यनेन परस्मैपदरूपम् इति मन्ये तद् पृष्ट्वा उभयपदि भवति वा नो चेत् परस्मैपदि भवति वा इति पृष्ट्वा वदामि भगिनि पृच्छतु भगिनि भवन्तः सर्वे मम कृते एका सूचनां ददातु अवगमनार्थं किं भगिनि अत्र अस्य अवगमनार्थं भवन्तः सर्वे एकां सूचनां सर्वे एकमेकं स्वीकृत्य टिप्स् कस्मिन् विषये भगिनि अत्र अस्य अवगमनार्थम् अत्र सर्वे जानन्ति लक्ष्मी भगिनि सम्यक् रूपाणि सम्यक् उक्तवती अजिवि जलि आमां उक्तवती तस्मिन्नेव बिन्दोः विषये प्रश्नः अस्ति किं भगिनि तर्हि वक्तुं भगिनि तु सर्वाणि न न अत्र कः किं वदामि इत्युक्ते अत्र कथं पठनीयम् इत्युक्ते अथवा कथं स्मर्तव्यम् अथवा कथं करणीयम् इत्यस्मिन् विषये भवन्तः सर्वे किञ्चित् वदन्ति चेत् मम कृते बहु लाभाय भवति भगिनि सर्वदा तु मम तु स्मरणे एव न तिष्ठति पुनः पुनः वर्गम् आगमनेन एव अस्माकं एतत्तु चिन्तनवर्गः अस्ति खलु तर्हि अत्र तु किमपि लज्जायाः विषयः नास्ति वयं सर्वे नूतनः स्मः इति कृत्वा वयं चर्चयामः यदि न अवगच्छामः चेत् वयं निश्चयेन चर्चयामः पुनः पुनः आगमनेन अस्माकं किञ्चित् यत्र यत्र कदाचित् सूत्रसङ्ख्या मनसि न तिष्ठति क्रमः न तिष्ठति तर्हि यदि एकः दोषः वदति चेत् अन्यः तु तस्य निवारणं करोति इति कृत्वा वक्तुं शक्यते धैर्येण वक्तुं शक्यते इति अस्ति भगिनि अहं तु अन्यत् किमपि न जानामि इत्युक्ते प्रथमतया किं सूत्रं कार्यं करोति इति द्रष्टव्यम् अपि च तस्य सूत्रसङ्ख्यां दृष्ट्वा पूर्वचिन्तनम् इति किम् इत्युक्ते सपादसप्ताध्यायी अस्ति चेत् बलाबलचिन्तनम् अस्ति तस्मिन् विषये तु महोदयस्य प्रायः वर्गत्रयं वा वर्गचतुष्टयस्य वर्गचतुष्टयम् आसीत् बलाबलचिन्तनविषये किन्तु सपादसप्ताध्याय्यां तु बलाबलचिन्तनं भवति किन्तु यत्र त्रिपादी अस्ति चेत् केवलं पूर्वत्र सिद्धम् इत्यनेन पूर्वसूत्रं प्रथमं कार्यं करोति इति एव अत्र यत्र यत्र सन्धिकार्याणि सन्ति भगिनि अधिकतया तत्र तु यत्र यदि अष्टमाध्यायस्य सूत्राणि सन्ति चेत् केवलं सूत्रसङ्ख्यां दृष्ट्वा वदामः चेत् पर्याप्तं तावदेव अस्तु धन्यवादः भगिनि प्रायः किं कुर्मः अग्रे गत्वा भवत्याः कृते वयम् अत्र सूत्रसन्धिकार्याणि इति कृत्वा महोदयेन कानिचन सूत्राणि दत्तानि खलु प्रायः तस्य किञ्चित् पुनरालोकनं कुर्मः प्रत्येकं वर्गे तु सूत्रद्वयस्य वा त्रयस्य वा त्रयं वा अवलोकयामः तद् पर्याप्तं किम् उदाहरणार्थम् अद्य पश्यामः चेत् सन्धिकार्यम् इति अस्ति तत्र तु संयोगान्तस्य लोपः इति प्रथमसूत्रं महोदयेन दत्तम् किं वदति इत्युक्ते यस्य पदस्य अन्ते यदि संयोगः इत्युक्ते यत्र मध्ये स्वरः नास्ति तद् तदेव संयोगः इति वदामः खलु तादृशसंयुक्ताक्षरम् इति तादृशसंयोगः अस्ति चेत् अन्तिमवर्णस्य लोपः भवति पदान्ते एव. एतत्तु पदान्तकार्यमस्ति. पुष्पभगिनी म्यूट् करोति किं? संयोगान्तस्य लोपः इति पदान्तकार्यमस्ति. तर्हि सर्वदा पदान्ते यदि संयोगः अस्ति चेत् अन्तिमवर्णस्य लोपः इति कार्यम्. अनन्तरं द्वितीयसूत्रमस्ति धीच इति सूत्रमस्ति. अधीच इति सूत्रम् अत्र संयोगान्तस्य लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः आयाति. तर्हि धीच सस्य लोपः इति सकारस्य धी परे धि इति प्रत्यये परे धि इति दकारादिप्रत्यये परे इति यद्यपि धि इति अस्ति दकारः इति केवलं वर्णनिमित्तं इति चिन्तयामः किन्तु सूत्रे तु दकारादि इति अनुवृत्ति अस्माकम् अवगमनं भवेत्. तत्र दकारादिप्रत्यये परे सकारस्य लोपः भवति इति दीचसूत्रं पदान्तकार्यं नास्ति. किमर्थम् इत्युक्ते दकारादिप्रत्यये परे इति उक्तमस्ति इत्युक्ते अपदान्तकार्यमस्ति दीच इति सूत्रम्. एतद्वयम् अधुना अस्माकम् अपि किञ्चित् किमस्ति अवगमनार्थं प्रायः प्रत्येकस्मिन् वर्गे वयं सूत्रद्वयं किञ्चित् स्मरणे स्थापयितुं प्रयत्नं कुर्मः. तर्हि अद्यतनवर्गाय संयोगान्तस्य लोपः दीच इति सूत्रद्वयं तद् स्मरामः. पर्याप्तं भगिनि तादृशं? धन्यवादः. धन्यवादः. किमपि अन्यत् इच्छति चेत् वदतु. तर्हि तस्मिन् विषये प्रायः पञ्चदशनिमिषान् स्वीकृत्य वयं तद् पुनः द्रष्टुं शक्नुमः. किमपि पृथक्तया बिन्दुः किमपि अस्ति चेत्? पृथक्तया नास्ति भगिनि. किञ्चित् किञ्चित् प्रयत्नं करोमि. आं भगिनि, वयं सर्वे मिलित्वा कुर्मः भगिनि. अस्ति चिन्ता भगिनि. अस्तु, धन्यवादः. तर्हि शुभरात्रिः सर्वे. धन्यवादः. शुभरात्रिः.